पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 225 शङ्कर उवाच ऊर्ध्वपुण्ड्रस्य माहात्म्यं वक्ष्यामि शुभदर्शने धारणादेवमुच्येत भव बन्धाद्विजोत्तमः ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे लक्ष्म्या सार्धं समासीनो देवदेवो जनार्दनः तस्माद्यस्य शरीरे तु ऊर्ध्वपुण्ड्रं धृतो भवेद् तस्य देहं भगवतो विमलं मन्दिरं शुभम् सस्नादसर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः धारयेदूर्ध्वपुण्ड्रं यो मृदाशुभ्रेण वैष्णवः ऊर्ध्वपुण्ड्रधरो विप्रसर्वलोकेषु पूजितः विमानवरमारुह्य यादिविष्णोः परं पदं धारयेदूर्ध्वपुण्ड्रं तु त्रिसन्ध्यं तु द्विजोत्तमः सर्वपापविशुद्ध्यर्थमिष्टापूर्तफलाप्तये ऊर्ध्वपुण्ड्रधरं दृष्ट्वा सर्वपापैः प्रमुच्यते नमस्कृत्वाधवा भक्त्या सर्वदानफलं लभेद ऊर्ध्वपुण्ड्रधरं विप्रं यश्राद्धे भोजयिष्यति आकल्पकोटिपितरस्तस्य तृप्तान संशयः ऊर्ध्वपुण्ड्रधरो यस्तु कुर्याच्छ्राद्धं शुभानने कल्पकोटिसहस्राणि गयाश्राद्धफलं लभेद यज्ञदानतपश्चर्या जप होमादिकं च यद् ऊर्ध्वपुण्ड्रधरकुर्यात् तस्य पुण्यमनन्तकम् ऊर्ध्वपुण्ड्रविहीनस्तु किञ्चित् कर्म करोति यः इष्टापूर्तादिकं सर्वं निष्फलं स्यान्न संशयः यच्छरीरं मनुष्याणामूर्ध्वपुण्ड्रविवर्जितं द्रष्टव्यं नैव तत्किञ्चित् श्मशानसदृशं भवेद् ऊर्ध्वपुण्ड्रविहीनस्तु सन्ध्याकर्मादिकं चरेद् तत्सर्वं राक्षसैर्नीदं नरकं चावगच्छति ऊर्ध्वपुण्ड्रधरो द्विप्रो मृदाशुभ्रेण वैदिकः न तिर्यद्धारयेद्विद्वानापद्यपि कदाचन विप्राणामूर्ध्वपुण्ड्रं स्यात्तिलकं तु महीभृतः पट्टाकारं तु वैश्यानां शूद्राणां वै त्रिपुण्ड्रकम् ऊर्ध्वपुण्ड्रं मृदाकार्यं कस्तूर्यास्तिलकं तथा पट्टाकारं तु गन्धेन भस्मनैव त्रिपुण्ड्रकम् ऊर्ध्वपुण्ड्रं तु सर्वेषां न निषिद्धं कदाचन धारयेत् क्षात्रियाद्योऽपि विष्णुभक्तो भवेद्यदि विप्राणां नैव कार्यं स्यात् तिर्यक्पट्टादिधारणं नारायणात् परेशानाधन्येषामर्चनं न तु ब्राह्मणकुलजो विद्वान् भस्मधारी भवेद्यदि वर्जयेत्तादृशं देवि मद्योच्छिष्टं खडं यथा त्रिपुण्ड्रं शूद्रकल्पानां शूद्राणां च विधिस्तदा त्रिपुण्ड्रधारणाद्विप्रः पदिदस्यान्न संशयः एकान्दिनो महाभागा सर्वभूतहिते रताः सान्तरालं प्रकुर्वीरन्पुण्ड्रं हरिपदाकृतिम् हरे पादाकृतिं कुर्यादूर्ध्वपुण्ड्रं विधानतः मध्यच्छिद्रेण संयुक्तं तद्धि वै मन्दिरं हरेः ऊर्ध्वपुण्ड्रमृजं सौम्यं सुपार्श्वं सुमनोहरं दण्डाकारं सुशोभाढ्यं मध्ये छिद्रं प्रकल्पयेद् तस्माच्छिद्रान्वितं पुण्ड्रं दण्डाकारं सुशोभनं विप्राणां सततं कार्यं स्त्रीणां च शुभदर्शने ऊर्ध्वपुण्ड्रस्य मध्ये तु विशाले सुमनोहरे सान्दराले समासीनो हरिरस्ति श्रिया सह निरन्तरालं ह्यः कुर्यादूर्ध्वपुण्ड्रं द्विजाधमः सखि तत्र स्थितं विष्णुं श्रियं चैव व्यपोहति अच्छिद्रमूर्ध्वपुण्ड्रं तु ये कुर्वन्ति द्विजाधमाः तेषां ललाडे सततं शुनः पादो न संशयः तस्माच्छिद्रान्वितं पुण्ड्रं सहरिद्रं शुभान्वितं धारयेद्ब्राह्मणो नित्यं हरिसालोक्यसिद्धये आदाय परया भक्त्या वेङ्कडाद्रौ हृदे मृदं धारयेदूर्ध्वपुण्ड्राणि हरिसायुज्यसिद्धये श्रीकृष्णतुलसीमूले मृदमादाय भक्तिमान् धारयेदूर्ध्वपुण्ड्राणि हरिस्तत्र प्रसीदति द्वारवत्यां शुभे रम्ये वासुदेव हृदे तथा तत्रोद्भवां मृदं रम्यामादाय द्विजसत्तमः धारयेदूर्ध्वपुण्ड्राणि सर्वकामफलाप्तये आदाय परया भक्त्या गङ्गातीरोद्भवामृदं तया धृतोर्ध्वपुण्ड्राणि सर्वयज्ञफलो लभेद चन्दनं च हरिद्रा च तथा भस्माग्निहोत्रजं सर्ववश्यकरं प्रोक्तमूर्ध्वपुण्ड्रस्य धारणाद यत्र पुण्यं हरिक्षेत्रं तत्र वै मृदमाहरेत् पर्वताग्रे नदीतीरे बिल्वमूले जलाशये सिन्धुतीरे च वल्मीके हरिक्षेत्रे विशेषतः विष्णोस्नानोदकं यत्र प्रवाहयदि नित्यशः पुण्ड्राणां धारणार्थाय गृह्णीयात् तत्र मृत्तिकां श्रीरङ्गे वेङ्कडाद्रौ च श्रीकूर्मे द्वारके शुभे प्रयागे नरसिंहाद्रौ वाराहे तुलसीवने गृहीत्वा मृत्तिकां भक्रिया विष्णुपादजलैः सह धृत्वा पुण्ड्राणि चाङ्गेषु विष्णुसायुज्यमाप्नुयाद यस्मिन् कस्मिन् महाभागा वैष्णवा धारयन्ति वै तस्मिन् वै मृत्तिका ग्राह्या ऊर्ध्वपुण्ड्रस्य धारणे श्यामं शान्तिकरं प्रोक्तं रक्तं वश्यकरं तथा श्रीकरं पीदमित्याहुश्वेदं मोक्षकरं शुभं वर्तुलं तिर्यगच्छिद्रं ह्रस्वं दीर्घं तदं तनुं वक्रं विरूपं बद्धाग्रं छिन्नमूलं पदच्युतम् अशुभं रूक्षमासक्तं तथा नङ्गुलिकल्पितं विगन्धमवसह्यं च पुण्ड्रमाहुरनर्धकम् आरभ्य नासिकामूलं ललाडं तं लिखेन्मृदा समारभ्य भ्रुवोर्मध्यमन्तरालं प्रकल्पयेद् अन्तरालं द्वियङ्गुलं स्यात् पार्श्वावङ्गुलिमात्रकौ मृदा शुभ्रेण विलिखेत् पुण्ड्रं ऋजुतरं शुभं ललाडे केशवं ध्याये नारायणमधोदरे वक्षस्थले माधवं च गोविन्दं कण्ठकूभरे विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनं त्रिविक्रमं कन्धरे दुवामनं वाम पार्श्वके श्रीधरं बाहुके वामे कृषिकेशं तु कन्धरे पृष्ठे वै पद्मनाभं तु त्रिके दामोदरं न्यसेद तत्प्रक्षालनतोयेन वासुदेवं तु मूर्धनि ललाडे भुजयुग्मेदु पृष्ठयो कण्ठकूभरे धारये दूर्ध्वपुण्ड्रं तु चतुरङ्गुलमात्रतः कुक्षौ तत्पार्श्वयो प्रोक्तमायतं तु दशाङ्गुलं बाह्वो वक्षस्थले पुण्ड्रम् अष्टाङ्गुलमुदाहृदम् एवं द्वादशपुण्ड्राणि ब्राह्मणः सततं धरेत् तत्तत्पुण्ड्राणि तन्मूर्तीर्ध्यात्वा मन्त्रेण धारयेद् अन्तरालेषु सर्वेषु हरिद्रां धारयेत् श्रियां चत्वारि भूभृदामाहुपुण्ड्राणि द्वे विशां स्मृदे एकपुण्ड्रं तु नारीणां शूद्राणां च विधीयते ललाडे हृदि बाह्वोश्च चतुःपुण्ड्राणि धारयेद् ललाडे हृदये द्वे तु थाले त्वेकं विधीयते ऊर्ध्वपुण्ड्रं ललाडे तु सर्वेषां प्रथमं स्मृतं ललाडादिक्रमेणैव धारणं तु विधीयते मूर्तिस्तु वासुदेवाद्याश्चतुःपुण्ड्रेषु धारयेद् द्वयोर्गोविन्दकृष्णौ तु एकं नारायणं धरेद् एवं पुण्ड्रविधिप्रोक्तः सर्वेषां गिरिजे मया अश्वत्थपत्रसङ्काशो वेणुपत्राकृतिस्तथा पद्मकुङ्मलसङ्काशो मोहनं त्रितयं स्मृतं महाभागवतशुद्धपुण्ड्रं हरिपदाकृतिं दण्डाकारं तु वा देवि धारयेदूर्ध्वपुण्ड्रकं सुदर्शनेनाङ्गितबाहुमूलास्तदोर्ध्वपुण्ड्राङ्गितसर्वगात्राः मालारविन्दाक्षधरा विशुद्धा रक्षन्ति लोकान् दुरितौखसङ्गाद इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे ऊर्ध्वपुण्ड्रमाहात्म्यं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॐ